नमस्ते। आददातप्रकरणे प्रव्यक्तुमुन् तृच् इति पाठः अनुवर्तते। तत्र वयं तृच् प्रत्ययस्य नूल् तृचौ इति सूत्रं दृष्टवन्तः, येन सर्वेभ्यः धातुभ्यः नुवुल् तृच्च विहितौ कर्त्रार्थे भवति। कर्तरी कृत् इत्यनेन कर्त्रार्थे एतौ प्रत्ययौ भवतः इति नुवुल् तृचौ इति प्रथमं सूत्रमासीत्। अनन्तरं तुमुन् विधायकसूत्रं, तुमुन् नुवुलौ क्रियायां क्रियार्थायाम् इति द्वितीयं सूत्रं। तत्रापि तुमुन् नुवुल् इति प्रत्ययद्वयं विहितौ, तत्र एकस्याः क्रियायाः साधनार्थम्, अपरस्यां क्रियायाम् उपपदे सति भविष्यदर्थे प्रथमायाः धातुतः तुमुन् नुवुल् प्रत्ययौ। तत्र एव वयं क्रियार्थायां क्रियायाम् इत्यस्य अर्थः गतपाठे दृष्टवन्तः। तत्तु तत्र उपपदं सप्तमीस्तम् इति अधिकारसंज्ञासूत्रम्, अधिकारसूत्रं संज्ञासूत्रमपि, क्षम्यतां, संज्ञासूत्रमेव। धातोः इत्यस्य अधिकारे, सूत्रस्य अधिकारे विद्यमानः शब्दाः सप्तमी विभक्त्याम् अस्ति चेत् तेन निर्दिष्टं पदम् उपपद इति संज्ञा स्वीकरोति। अतः तत्र सप्तमी विभक्त्याः अर्थः अस्ति उपपदसप्तमी। अनन्तरं तत्र उपपदम् इति उक्तं खलु, तत्र इत्यस्य सति सप्तमी इति अर्थः इति गतपाठे दृष्टवन्तः। अतः क्रियायां क्रियार्थायां पठितुं गच्छति इति उदाहरणमस्ति चेत् तत्र गच्छति इति अस्य क्रियायां क्रियार्थायाम् इत्यनेन तत्र सत्यम् उपपदसंज्ञा भवति। एतत् सर्वं दृष्टवन्तः खलु, गमनक्रिया क्रियार्था क्रिया इति भवति इति। अनन्तरम् अग्रिमसूत्रमासीत् कृन्मे जन्तः, प्रथम अध्यायस्य प्रथमपादस्य सूत्रं 39। तत्र तु कृत्संज्ञकप्रत्ययः यः मान्तः एजन्तः तदन्तशब्दः अव्ययसंज्ञकः। अनेन इदानीम् अस्माकं तुमुन् प्रत्ययः तु अव्ययसंज्ञा प्राप्नोति, कृन्मे जन्तः इति सूत्रं। मे जन्तः, मका मान्तः, अनन्तरम् एजन्तः अस्ति चेत् तत्र अव्ययसंज्ञा भवति इति। अनन्तरम् अग्रिमसूत्रमासीत् समानकर्तृकेषु तुमुन् इति, तुमुन् विधायकसूत्रेषु एतद् तृतीयमस्ति। प्रथममासीत् तुमुन्नुवुलौ क्रियायां क्रियार्थायां द्वितीयमस्ति एतत्, द्वितीयं, तृतीयं तु अग्रिमं। समानकर्तृकेषु तुमुन् इति द्वितीयं सूत्रम्। येषां कर्ता समानः तादृश इच्छार्थकधातूनाम् उपस्थितौ तेषाम् उपपदसंज्ञायां सत्यां धातोः तुमुन् प्रत्ययः भवति। इदानीं तत्र इच्छार्थकेषु धातुषु एव इच्छार्थकधातुः भवेत्, समानकर्तृकेषु भवेत्, तादृशेषु स्थलेषु तुमुन् प्रत्ययः विहितः इति तत्र देवदत्तः इच्छति भोक्तुम् इति उदाहरणमासीत्। इच्छार्थः खलु, अतः कामयते भोक्तुं, वाञ्छति भोक्तुम् इति उदाहरणानि अपि सन्ति। तत्र एव प्रश्नः आसीत्, पूर्वस्मिन् सूत्रे तु समानकर्तृकेषु इति तु न उक्तं, तुमुन्नुवुलौ क्रियायां क्रियार्थायाम् इत्यत्र समानकर्तृकः इति न उक्तं, परन्तु अस्मिन् सूत्रे स्पष्टतया समानकर्तृकेषु तुमुन् इति उक्तं। किमर्थम् इति, तत्र इच्छार्थकधातोः कृते भवति खलु, तत्र देवदत्तः इच्छति भोक्तुम् इति वाक्ये अर्थः एवमेव एवमपि भवितुमर्हति, देवदत्तः अन्य कोऽपि खादेत् इति इच्छति इति अर्थः भवितुमर्हति। तद् स्पष्टीकरणार्थम् अत्र समानकर्तृकः स्वयं तस्यैव विषये इति चिन्तनार्थमेव समानकर्तृकेषु इति भवति। यदा अन्यस्य विषये अस्ति चेत्, भिन्नकर्ता विषये अस्ति चेत् तत्र तुमुन् प्रत्ययः न विहितः इति तत्र उदाहरणम् अपि स्पष्टमपि कृतम्। अनन्तरं तृतीयं सूत्रमासीत् शक् शक दृश ञा ग्ला घट रभ लभ क्रम सह अर्ह अस्ति इत्येतेषु अर्थेषु उपपदेषु धातोः तुमुं स्यात्। अत्रापि तत्र उपपदं सप्तमी स्तम् इत्यनेन ये धातवः सूचिताः तेषां उपपदसंज्ञा भवति, तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन् प्रत्ययः भवति इति तत्र उक्तमासीत्। तत्र उदाहरणमस्ति शक्नोति भोक्तुं, दृश्नाति भोक्तुं, जानाति भोक्तुम् इति उदाहरणानि अत्र उक्तानि। तावदेव वयं पठितवन्तः। अतः तुमुन् विधायकसूत्रत्रयम् एतावता दृष्टम्। अग्रिमसूत्रं पश्यामः। विजया भगिनी पठति वा? पर्याप्तवचनेषु अलमर्थेषु इति अग्रिमसूत्रं 65-66 तत्र तु क्रमेण अस्ति। आं महोदय, तत्र पर्याप्तिवचनेषु अलमर्थेषु, सामर्थ्यवाचकेषु, परिपूर्णतावाचकेषु, उपपदसंज्ञकेषु शब्देषु धातोः तुमुन् स्यात्। पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोः तुमुन् प्रत्ययः भवति इति कार्तिका। अनेन सूत्रेण सुबन्ताः तुमुन् व्यवहारस्य कारणं युवकः कार्यं कर्तुं कुशलः। तत्र उपपदं सप्तमीस्तम् इत्यस्य बलेन पर्याप्तवचनेषु अलमर्थेषु इत्यनेन ये शब्दाः सूचिताः तेषाम् उपपदसंज्ञा भवति। पर्याप्तिवचनेषु अलमर्थेषु इत्यस्य सप्तमी विभक्ति विभक्तिकत्वात् च तत्र इत्यनेन तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन् प्रत्ययः विधीयते। पर्याप्तिः उच्यते यैः ते पर्याप्तिवचनाः बहुवीर्घिः, तेषु पर्याप्तिवचनेषु अलमर्थः येषां ते अलमर्थाः बहुवीर्घिः, तेषु अलमर्थेषु शक गृष ञ ग्ल घट रभ लभ क्रम सह अर्ह अस्ति अर्थेषु तुमुन् भवति इत्यस्मात् तुमुन् इत्यस्य अनुवृत्तिः प्रत्ययः परश्च धातोः इत्यस्य अधिकारः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः तुमुन् प्रत्ययः परश्च पर्याप्तिवचनेषु अलमर्थेषु इति अस्ति। अत्र सामर्थ्यवाचकेषु यत्र समर्थपदम् इति वयं समासविषये दृष्टवन्तः, यत्र सामर्थ्यं भवति तत्र एव समासः अपि भवति। इदानीमत्र सामर्थ्यवाचकेषु, परिपूर्णतावाचकेषु, उपपदसंज्ञकेषु शब्देषु धातोः तुमुन् स्यात्, एतत् स्थाने धातुः तुमुन् एव भवति इति। पर्याप्तिवचनेषु अलमर्थेषु उपपदेषु धातोः तुमुन् प्रत्ययः भवति इति काशिका उक्तम् अत्र। अनेन सूत्रेण सुबन्ताः तुमुन् इति कारणमत्र भवति। युवकः कार्यं कर्तुं कुशलः, कर्तुम् इति अत्र सुमनान्तपदमस्ति। तत्र उपपदं सप्तमीस्तम् इत्यनेन इति सूत्रबलेन अत्र पर्याप्तिवचनेषु अलमर्थेषु इत्यनेन ये शब्दाः सूचिताः तेषाम् उपपदसंज्ञा भवति इति अत्र तावदेव महोदय। अत्र अनुवृत्तिसहितसूत्रं धातोः तुमुन् प्रत्ययः परश्च पर्याप्तिवचनेषु अलमर्थेषु इत्यनेन तुमुन् भवति इति तत्र दत्तं महोदय। समीचीनं, पर्याप्तिवचनेषु अलमर्थेषु इति सप्तमी विभक्तिः, अतः एव तस्य उपपदसंज्ञा तत्र इति उक्तं खलु। तत्र उप किं सप्तमी स्तम् इति सूत्रे तत्र इत्यनेन एतेषु अर्थेषु उपस्थितौ एव तत्र तुमुन् प्रत्ययौ विधीयते इति सति सप्तमी सत्याम् एव तत्र तुमुन् प्रत्ययः विधीयते इति। तत्र उदाहरणम् अष्टाध्यायी डाट् काम् मध्ये दत्तम् अस्ति. पर्याप्ति इत्युक्ते केपबिलिटि एबिलिटि फुल्नेस् इति अर्थः. लिखितमपि ललाटे प्रोञ्जितुं प्रोञ्जितुं कः समर्थः इति हितोपदेशे हू इस् एबल् टु अवाय्ड् दट् विच् इस् स्टाम्प्ड् आन् द फोर् हेड्. अर्थः तु अवगतमेव खलु. लिखितमपि ललाटे लिखितमपि प्रोञ्जितुं कः समर्थः इति. अनन्तरम् इतोपि एकम् उदाहरणं, लोकान् अलं दग्धुं हि तत् तपः इति कुमारसम्भवे. हिस् पेनन्स् इस् एबल् टु बर्न् द वर्ल्ड्. अलं दग्धुं हि तत् तपः, लोकान् दग्धुम् अलम् अलं तत् तपः. इतोपि एकमस्ति, अस्ति मे विभवः सर्वं परिज्ञातुं विक्रमोर्वशीयात्. ऐ हाव् द पवर् टु नो एव्रिथिङ्ग् इति अर्थः. भोक्तुं प्रवीणः कुशलः पटुर्वा, स्किल्फुल् इन् ईटिङ्ग् इति अर्थे भवति. सो पर्याप्त अलम् इति इत्यस्मिन् अर्थे अत्र तुमुन् प्रत्ययः. सामर्थ्यवाचकेषु परिपूर्णतावाचकेषु, तदेव परिपूर्णतावाचकः एव पर्याप्ति खलु. एबिलिटि फुल्नेस् केपबिलिटि इति अर्थे भवति उपपदसंज्ञा. सामर्थ्यवाचकः इत्युक्ते सामर्थ्यं भवेत् खलु. पर्याप्ति और् अलम्, अलं हेविङ्ग् द सेन्स् आफ् पर्याप्ति. पर्याप्ता भोक्तुम् अलं भोक्तुं भोक्तुं पारयति इत्यस्मिन् अर्थे. सेन्स् आफ् केपबिलिटि अलङ्कृत्वा इति अर्थे अपि भवति. अवगतं वा एतद्? आम् महोदय. पर्याप्तं भुङ्क्ते इत्यर्थे इत्युक्ते तद् यद् अलम् इति वयं चर्चयामः, पूर्वं दृष्टवन्तः, तादृश अर्थः नास्ति अत्र. अत्र तु सामर्थ्यार्थकः अर्थः अस्ति. परिपूर्णता अर्थः अथवा सामर्थ्यार्थः अस्ति. अस्तु, भवती एव अग्रे पठतु भगिनि. इतोपि अस्ति पर्याप्तः तदेव. पर्याप्तः भोक्तुं प्रवीणः भोक्तुं कुशलः भोक्तुं पटुः भोक्तुम् अनेन कर्तुः सामर्थ्यम् उच्यते. खादने पर्याप्तः प्रवीणः कुशलः पटुः ये शब्दाः सामर्थ्यवाचकाः च परिपूर्णतावाचकाः च. तदर्थं सूत्रे शब्दद्वयम् उक्तं, पर्याप्ति वचनेषु अलमर्थेषु इति. पर्याप्तिः अनन्तरम् अलम् इत्यनेन इत्यस्य अत्र सूत्रेण तुमुन् प्रत्ययः भवति इति. द्वयोः अपि आवश्यकता भवति. इदानीमत्र द्वयोः पदयोः दलसार्थ्य दलसार्थ्य चिन्तनं सार्थक्यचिन्तनं भवति. पर्याप्तवचनेषु किम्? अलं भुक्त्वा. पर्याप्तवचनेषु अलमर्थेषु इत्यस्मिन् पर्याप्तवचनेषु इति पदम् अतः अस्ति येन पर्याप्तवचनम् अतिरिच्य अलमर्थे उपपदे सति तुमुन् विधानं न स्यात्. नाम निषेधार्थकः अलं शब्दस्य अत्र व्यवहारः न भवेत्. नो चेत् अलं भुक्त्वा नाम मा खादतु इत्यस्मिन् अनिष्टार्थे भविष्यति. इदानीमत्र दलसार्थिक्य सार्थक्यं चिन्तनं किम् अस्ति चेत् अत्र पर्याप्तवचनेषु किम्? अलं भुक्त्वा. इदानीं पर्याप्तवचनेषु अलमर्थेषु इत्यस्मिन् पर्याप्तवचनेषु इति पदम् अतः अस्ति येन पर्याप्तवचनम् अतिरिच्य एव अत्र अलमर्थ उपपदे सति तुमुन् विधानं न स्यात्. अलमर्थे इति अतिरिच्य एतत् पर्याप्तवचनेषु अतिरिच्य आधारीकृत्य अत्र अलमर्थ उपपदे सति अत्र तुमुन् विधानं न स्यात् नाम निषेधात्मकः अलं शब्दस्य अत्र व्यवहारः न भवेत् नो चेत् अलं भुक्त्वा नाम मा खादतु एतत् इतः पर्यन्तम् यत् खादितम् एतत् समा पर्याप्तम् इतः परं न खादतु अतः निषेधात्मकः भवति अतः तत्र अनिष्टार्थे भविष्यति इति तत्र दत्तं भवति. अतः अर्थद्वयं दलद्वयमपि तत्र मुख्यं पर्याप्तिवचनेषु अलमर्थेषु इति शब्दद्वयमपि आवश्यकम् अत्र न केवलम् अलमर्थः अथवा पर्याप्ति इति एकं दलं त्यजामः चेदपि अनर्थकः भवेत्. सामान्यतया वयम् अलं पदस्य कदा उपयोगं कुर्मः तत्र मा इति निषेधार्थकः अलम् इत्येव भवति खलु तादृश अर्थः अत्र मास्तु इत्यनेन एव पर्याप्तिवचनेषु इत्यपि दलं योजितम् इति वदति. अतः तत्र पदद्वयमपि आवश्यकम् अस्ति. द्वयं मिलित्वा कः अर्थः इत्युक्ते सामर्थ्यम्. अनेन कर्तुः सामर्थ्यम् उच्यते. कर्तुः सामर्थ्यं पर्याप्तिवचन अलमर्थेषु उच्यते इति अर्थः. भगिनी इतोपि एकः परिच्छेदः अस्ति अलमर्थेषु किम् आम् महोदय अलमर्थेषु किं पर्याप्तं भुङ्क्ते पर्याप्तवचनेषु अलमर्थेषु इत्यस्मिन् अलमर्थेषु इति दलम् अतः अस्ति येन सामर्थ्यम् अतिरिच्य पर्याप्तार्थे उपपदे सति तुमुन् विधानं न स्यात् इदानीमेव दृष्टवन्तः नाम बहु अर्थकः पर्याप्तशब्दस्य अत्र व्यवहारः न भवेत् नो चेत् पर्याप्तं भुङ्क्ते नाम बहु खादति इत्यस्मिन् अनिष्टार्थे भविष्यति. किञ्चित् स्थाने अत्र तुमुन् निषेधार्थकरूपेण भवति इति अत्र अलम् अर्थेषु इति बहवः बहु अर्थकः पर्याप्तशब्दस्य अत्र व्यवहारः न्यास्यात् अत्र किं भवति चेत् पर्याप्तं भुङ्क्ते नाम बहु खादति इतोपि न खादनीयम् इति अत्र पर्याप्तम् अलमर्थे अत्र निषेधक अर्थे आगच्छति अनिष्टार्थे भविष्यति इति खलु महोदय. सत्यं सत्यम्. अतः बहु खादति इत्यस्मिन् अर्थे अपि मास्तु मा खादतु इत्यस्मिन् अर्थे अपि मास्तु केवलं सामर्थ्यार्थे तावदेव अर्थः. तस्मिन् अर्थे एव तुमुन् विधीयते अन्यस्मिन् अर्थे न तुमुन् तदा न भवति तावदेव. धन्यवादः भगिनि. अरुणा भगिनी इदानीं चतुर्थसूत्रं तुमुन् विधायकं कालसमय कालसमय वेलासु तुमुन् तृतीय अध्याये तृतीयपादे सप्तषष्टतम् अधिकदश एकशतम् कालसमयवेलासु तुमुन् कालसमयवेला इव कालार्थवाचकशब्देषु उपपदेषु धातोः तुमुन् स्यात्. कालादिषु उपपदेषु धातौ तुमुन् प्रत्ययौ भवति इति काशिका. अनेन सूत्रेण अपि सुबन्ताः तुमुन् व्यवहारस्य कारणम् समयः खलु स्नानभोजने सेवितुम् तत्र उपपदं सप्तमीस्तम् इत्यनस्य बलेन कालसमयवेलासु इत्यनेन ये शब्दाः सूचिताः तेषाम् उपपदसंज्ञा भवति. कालसमयवेलासु इत्यस्य सप्तमीविभक्तिकत्वात् च तत्र इत्यनेन तेषाम् उपस्थितौ एव धातुमात्रात् तुमुन् प्रत्ययो विधीयते. कालश्च समयश्च वेला च तेषाम् इतरेतरद्वन्द्वः कालसमयवेलाः तासु कालसमयवेलासु कालकमल कालसमयवेलासु सप्तम्यन्तं तुमुन् प्रथमान्तं द्वितीय द्विपदम् इदं सूत्रं प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अनुभूतिसहितसूत्रं धातोः तुमुन् प्रत्ययः परश्च कालसमयवेलासु प्रयत्नं कर्तुं कालसमयवेलासु तत्र वाक्ये कालसमयवेला पदा शब्दाः अस्ति ते कालार्थवाचकशब्दाः उपपदेषु उपपदे संज्ञाभि अभवत् भगति धातोः तुमुन् प्रत्यये विधीयते काशिकायामपि तद् कालादिषु उपपदेषु धातोः तुमन् प्रत्ययः भवति इति काशिकायाम् उक्तम् सूत्रम् अर्थं किम् अस्ति चेत् सूत्रमपि सुबन्ताः तुमुन् व्यवहारस्य कारणम् ओके तुमुन् शब्दः तुमुन् प्रत्ययः विधीयते धातुतः तत् पद अर्थमस्ति व्यवहारस्य कारणम् इति उदाहरणं दत्तं समयः खलु स्नानभोजने सेवितुम् अर्थं किं भगिनि समयः खलु स्नानभोजने अर्थम् इङ्ग्लिश् हौ कथं वक्ति It is time to bathe and take food. Oh, okay. Snana bhojane samayaha kalu. Sevitum. Sevitum iti tumunartaha. Snana sevitum, bhojana sevitum. Tatra dvandva samasaha asti. Okay. Tatra samayaha kalu. It is time iti artaha. Yeah. अधुना तत्र उपपदं सप्तमीस्तम् इत्यनेन फलेन वयं वयं पठितवन्तः पूर्वम् परञ्च कालसमयवालेषु इत्यनेन शब्दः ते दे उपपदसंज्ञा भवति सामान्यतया तत्र उपपदसप्तमीस्तम् इति सूत्रेण भवति अन्यसूत्रमस्ति कालसमयवेलेषु इति सूत्रेण अपि उपशब्द उपपदसंज्ञा भवति तादृशं नास्ति तत्र उपपदं सप्तमीस्तम् इत्यनेन उपपदसंज्ञा भवति संज्ञासूत्रं कालसमयवेलासु इति सप्तमी विभक्तिः खलु आं भगिनि तस्य उपपदसंज्ञा अस्ति तेषाम् उपपदसंज्ञा किमर्थं कथम् उपपदसंज्ञा इत्युक्ते केन सूत्रेण उपपदसंज्ञा भवति इत्युक्ते तत्र उपपदं सप्तमीस्तम् कालसमयवेलासु इति अत्र तत्सूत्रं किं करोति भगिनीश् तत्र तत्तु विधिसूत्रम् अस्ति अस्तु सर्वदा तत्र एका संज्ञा सत्यं वृद्धिरादै वृद्धिरेचि इति सूत्रद्वयं खलु वृद्धि इति संज्ञा विधीयते अनन्तरं तत्र वृद्धिकार्यम् अनेन विधिसूत्रेण भवति खलु तादृशं तत्र उपपदं सप्तमीस्तम् इति सूत्रेण तत्र उपपदसंज्ञा विधीयते कालसमयवेलासु इत्यनेन तत्र कालसमयवेलासु इति सप्तमी विभक्तिः अस्ति खलु तत्र उपपदसंज्ञा अस्ति इति कारणेन तत्र तुमुन् विधीयते ओके ओके ओके उपपदेषु धातोः तुमुन् भवति तत्र उपपदं सप्तमीस्तम् इति सामान्यसूत्रम् उपपदसंज्ञा विधीयते तदेव भगिनि कालसमयात् कामसमयवेलासु इति सूत्रेण तत् शब्दः अपि उपपदसंज्ञा भवति सप्तमी अस्ति खलु कालसमयवेलासु इति सप्तमी अस्ति खलु तस्य उपपदसंज्ञा अस्ति इति कारणेन तत्र तुमुन् प्रत्ययः विधीयते अनुभूतिसहितसूत्रम् अस्ति. धातोः तुमुन् प्रत्ययः स्वरश्च कालसमयवेलासु धातुतः तुमुन् प्रत्ययः विधीयते. के निमित्तं किमिति कालसमयवेलासु एतत् पदं सप्तमी अस्ति, अतः उपपदसंज्ञा भूत्वा तुमुन् प्रत्ययः धातुतः विधीयते. अग्रे अग्रे. अनेन सूत्रेण तुमुन् प्रत्ययः भविष्यति अपि नास्ति. किमर्थं क्रिया अपि नास्ति? निदर्शने कालो भोक्तुं, समयः भोक्तुं, वेला भोक्तुम्, उचितसमयः आगतः खादनार्थम् इत्यर्थः. अपरेषु समानार्थकेषु पदेषु भक्ति भवति अनेहा भोक्तुम् इति. अवसारौ अयमात्मानं प्रकाशयितुं नाम स्वस्य सामर्थ्यप्रदर्शनार्थम् उचितसमयः आगतः. तुमुन् प्रत्यय प्रथमं पूर्वं पठितवन्तः. तुमुन् प्रत्यय कर्तार्थे भवति इति. अधुना अत्र तुमन् प्रत्ययः भविष्यति अपि नास्ति. ओ, भविष्यत् काल नास्ति. ओके. क्रियार्थं क्रिया अपि नास्ति. सामान्यतया तुमन् प्रत्ययः एक पुरुषः एव कार्यं करोति, तत्समये तुमन् प्रत्ययः विधीयते क्रियायां क्रियार्थायाम् इति सूत्रेण. अत्र भविष्यत् काले कार्यमस्ति, अत्र तुमन् प्रत्यय योजनेन तद्भावः न भवति. कालो भोक्तं लैक् तत् एक्साम्पल् इस् गत्वा भोजितुं भोजनं भोजितुं गच्छति. अत्र गच्छति बट् अधुना गच्छति भुञ्जते वा अन्यसमये इति न दत्तम्. भविष्यत्कालमपि भवितुमर्हति बट् अधुना कालसमय वले वेलासु सुमन् तत्र भविष्यत् काल अर्थः नास्ति. क्रियार्थायां क्रिया अपि नास्ति. सत्यं, भविष्यत्कालः अपि नास्ति. क्रियार्थायां क्रिया इत्युक्ते तत्र पठितुं गच्छति इत्यत्र गच्छति इति क्रियार्था क्रिया अस्ति खलु, तादृश अर्थः अपि नास्ति तत्र. नास्ति इत्युक्ते कः अर्थः इति उक्तम्. कालो भोक्तुम्, अनेह भोक्तुं किमर्थं भगिनि अनेह? न न, तत्र प्रथमं कालो भोक्तुं, समयः भोक्तुं, वेला भोक्तुम् इत्युक्ते समयः आगतः, उचितसमयः आगतः, इट् इस् टैम् टु ईट् इति वदामः खलु, तादृशम्. अतः एव तद् भविष्यत्कालार्थे नास्ति, इदानीन्तनकाले वदति. क्रियार्था क्रिया अपि नास्ति. पठितुं गच्छति इत्यत्र क्रियाद्वयमस्ति खलु, तादृशमपि नास्ति. अत्र एका एव, कालो भोक्तुं, टैम् टु ईट्, समयः भोक्तुम् इति एव अत्र अस्ति. तत्र किम् अस्ति, उचितसमयः आगतः कारणात् तत् स्पष्टं खलु. अपरेषु समानार्थकेषु पदेषु अपि भवति इत्यत्र अनेहा भोक्तुम् इति उदाहरणम् एकं पश्यामः. अनेहा भोक्तुम् इति उक्तं वा अत्र? नेहा इति नाम वा? सतु न दत्तम्. अनेहा भोक्तुम् समानार्थकेषु पदेषु समानार्थकेषु अस्तु, अपरेषु समानार्थकेषु पदेषु अपि भवति इत्युक्ते कालसमयवेला इति समानार्थकः अनेहा इति समय सूचयति. कोशं पश्यामः. अनेहा इत्युक्ते समयः समयः विषये अस्ति. ओके. कालसमयवेला इति अस्ति खलु, साक्षात् तत् पदमेव इति न, अनेहा इति अपि तद् प्रायः कालं कालसूचना अन्यपद उदाहरणं स्पष्टम् अस्ति अवसरौ अयमात्मानं प्रकाशयितुम् अत्र स्वस्य सामर्थ्यकप्रदर्शनं उचितसमयमिति अनेन भोक्तुम् इति न अवगतं हौ टु तदेव तत्र समयः समयस्य विषये एव तत्र किम् अस्ति इति एकवारं पश्यामः अनेन किमर्थं न गच्छति तर्हि सम्यक् नास्ति पश्यामः अहं दृष्ट्वा वदामि भगिनि तत्र डिक्षनरि इदानीम् ओपन् न भवति अनेहा च आगतम् एकवर्ष समयः इत्येव अर्थः भगिनि काल दिष्ट अनेह समय त्रुटिवेला इति अमरकोशः समयः इत्येव अर्थः अतः समयः भोक्तुं टैम् टु ईट् इति अर्थे भवति अवसरो अयम् आत्मानं प्रकाशयितुम् इत्युक्ते इट् इस् टैम् फार् हिम् टु रिवील् हिम्सेल्फ् इति अर्थः तत्तु उक्तमत्र वसरात् अवसरात् ते अयं तुमुन् व्यवहारः भवति अपरेषु स्थलेषु न भवति कालः पतति भूतानि इति तादृशेषु अर्थेषु तुमुन् न भवति तत्र उपपदम् इत्युक्ते तत्र काल भोक्तुं समीपे स्थं पदम् उपपदं खलु तत्र कालो काल इति उपपदम् अस्ति इति कारणेन तत्र भोक्तुम् इति तुमुन् विधीयते परन्तु कालः पश्यति भूतानि इत्यत्र तु किम् अवसरः नास्ति इत्युक्ते तादृश अर्थः न भवति अतः अवसरार्थे अयं यमान् व्यवहारः भवति अपरेषु स्थलेषु न भवति सङ्ख्या 33137 खलु 167 टैम् डिवोर्स् आल् क्रीचर्स् इत्यर्थे कालः पचति भूतानि तत्र तुमुन् न भवति डैरेक्षन् इति अर्थः नास्ति चेत् तत्र सुमुन् न भवति इति भोजनस्य कालम् इति अर्थे तु तुमुन् भवति यः अस्मिन् समये भोजनं कर्तव्यम् इति अर्थे तत्र तुमुन् भवति अन्यस्मिन् अर्थे न भवति अनेन सूत्रेण न भवति अवगतं खलु अस्तु धन्यवादः विजयाभगिनी भवत्येव पुनः सव्यत् विधिसूत्राणि सव्यत् प्रत्ययः विधिसूत्राणि तत्सम्बन्धः सूत्राणि च तव्यत्तव्यानीय अनीयरः तव्यत्तव्यानीयरः तव्य अनीयरः धातुतः तव्यत् तव्य अनीयत् च प्रत्ययाः भवन्ति तव्यच्च तव्यश्च अनीयच्च तेषाम् इतरेतरद्वन्द्वः तव्यतव्यानीयरः तव्यतव्या अनीयरः प्रथमान्तम् एकपदमिदं सूत्रं प्रत्ययः परच धातोः इत्येषाम् अधिकारक अनुवृत्तिसहितसूत्रं धातोः तव्यतव्या अनीयरः प्रत्ययः परच अत्र धातुतः अत्र तव्यत् तव्य अनन्तरम् अनीय प्रत्ययाः भवन्ति इति तत्र दत्तम् धातोः तव्यतव्य अनीय प्रत्ययः परच परः भवति इति. अतः एव अत्र तव्यत् पठितव्यं पठितवत् एतत् पठनीयम् इति प्रत्ययः परः अस्ति इति. तव्यत् प्रत्ययस्य हलन्त्यम् इत्यनेन सकारस्य हितसंज्ञा इत्यस्मात् तव्य अवशिष्यते. अयं प्रत्ययः स्थितः न, अयं प्रत्ययः तित् अन्य च तव्यप्रत्ययः तित् न. तव्यत् प्रत्ययः तित् इत्यतः तित् त्वरितम् इत्यनेन तस्य आदिस्वरः त्वरितः भवति. कृत् प्रत्ययः षित् चेत् किञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः भवति. चित् भिन्नः चेत् आर्धधातुकशेषः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः. एते त्रयः प्रत्ययाः चित् भिन्ना इति कृत्वा आर्धधातुकसंज्ञकाः. तव्यत् च तव्य च वलादिप्रत्ययः न तु वसादि इत्यतः आर्धधातुकस्य वलादेः नेड्वशीकृति इत्यस्मात् द्वौ अपि इड् इडानुकूलः इडानुकूलौ. अनियप्रत्ययः वलादिः वलादिः न इत्यतः तस्य इडागमः न कदापि भवति. अत्र तव्यत् प्रत्ययस्य हलन्त्यम् इत्यनेन तकारस्य इत्संज्ञा भवति. अयं प्रत्ययः तित् भवति. तव्यप्रत्ययः तित् नास्ति. तव्यत् प्रत्ययः तित् इत्यतः तित् स्वरितम् इति भवति. तित् अस्ति, तकारः इति भवति. अत्र आदिमवर्णः आदिमस्वरः अत्र स्वरितः भवति इति. पूर्वं वयं दृष्टवन्तः स्वरितः अनुदातः उदातः इति. इदानीम् अत्र आदिमस्वरः स्वरितः भवति इति. कृत् प्रत्ययः कित् चेत् किञ्चित् सार्वधातुकम् इत्यनेन अत्र सार्वधातुकसंज्ञकः भवति. कित् भिन्नः चेत् अत्र आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः भवति. एते त्रयः प्रत्ययः कित् भिन्ना इति कृत्वा आर्धधातुकसंज्ञकः भवति इति. तव्यत् च तव्य च वलादिप्रत्यय ना तु वलादिप्रत्ययौ न तु वशादि. सकारः अस्ति, एतत् वल् प्रत्याहारे अस्ति, अतः तत्र अतः तत्र अर्धधातुकस्य वलादेः इत्यनेन इडगमस्य चिन्तनं भवति. वशादौ अस्ति चेत् अत्र नेड्वशीकृति इत्यनेन इदानुकूलः नास्ति इति. अनियर् प्रत्ययः वलादिः न इत्यतः अत्र अनियर् इति अकारः श्रूयते. अनियर् इति अत्र वलादिः नास्ति एव, अतः तत्र इडानुकूलचिन्तनं नास्ति, कदापि न भवति इति. अग्रे पठामि वा महोदय? आम् सत्यम्. अत्र तावदेव तव्यत् तव्य इति प्रत्ययद्वयं तुमुन् इति चिन्तनं समाप्तम्. इदानीं तव्यत् प्रत्ययस्य विषये तव्य तव्य अनीयरः इति सूत्रं, केवलं विधानसूत्रं दत्तं, तत्र अर्थः तु न दत्तः, अग्रे प्रायः भविष्यति. आं भगिनि, कर्तरी कृत् इति पठतु भगिनि. महोदय अत्र तव्यत् तव्य अत्र भेदः नास्ति एव खलु? अर्थभेदः नास्ति, केवलं तत्र रूपे रूपभेदः रूपभेदः अपि नास्ति नास्ति एव न, समानमेव दृश्यते. तत्र एकम् उदाहरणं प्रदर्शितमस्ति खलु, कर्तव्यम् इत्येव, कृ योगः तव्यत् अथवा तव्य कर्तव्यम् इत्येव भवति, समानमेव दृश्यते. परन्तु प्रत्ययद्वयमस्ति, तव्यत् तव्य इति. इदानीं तत्र भेदः किम्? एकमेव भेदः, तद् यदा भवती पठितवती खलु आदिमस्वरः स्वरितः इति, तदेव आदिस्वरः स्वरितः, तदेव भेदः. कर्तरि कृत् कर्तरि कृत् कृत् प्रत्ययः कर्तृत्वे भवति. औत्सर्गिकसूत्रम्। अनेन सामान्यतया कृत् प्रत्ययः कर्तृत्वे भवन्ति। अन्यत् बाधकसूत्रं नास्ति चेत् यः कोऽपि कृत् प्रत्ययः कर्तृत्वे एव। कर्तरि सप्तम्यन्तं कृत् प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः इत्यस्य अधिकारः अनुवृत्तिचैतसूत्रं कर्तरि कृत् प्रत्ययः। कर्तरि कृत् कृत् इत्युक्ते कृदन्तमेव अस्ति अत्र। अत्र कृत् प्रत्ययः कर्तृत्वे एव भवति। एतत्तु औत्सर्गिकसूत्रमस्ति। उत्सर्गिकम् अत्र आदिवृद्धिः भवति, अतः तत्र औत्सर्गिकम् इति भवति। अनेन सामान्यतया कृत् प्रत्ययः कर्तृत्वे एव भवन्ति। अन्यत् बाधकसूत्रं नास्ति चेत् यः कोऽपि कृत् प्रत्ययः कर्तृत्वे एव, बाधकं नास्ति चेत् एतदपि कर्तृत्वे भवति इति। तस्य बाधकसूत्रं किम् अस्ति चेत् तयोरेव कृत्य कृत्य कलत्रार्थाः किं महोदय? कृत्य कृत्य कलत्रार्थाः इति सूत्रमस्ति। अत्र तयोः एव कृत्य कलत्रार्थाः कृत्य कलत्तः च प्रत्ययः भावार्थे कर्मार्थे च भवन्ति। एते त्रयः प्रत्ययः कर्तरीकृत् इत्यनेन कर्तृत्वे भवन्ति स्म तदा अनेन सूत्रेण उच्यते यत् कर्तृत्वे न अपि तु भावार्थे कर्मार्थे च तयोः इत्यनेन पूर्वतनसूत्रं लघकर्मणि च भावे च कर्मकेभ्यः इत्यस्मात् कर्मणि भावे इत्यनयोः अर्थः आयाति। कलर्थः इत्युक्ते ये प्रत्ययः कल् प्रत्ययस्य अर्थे भवन्ति। कलः अर्थः कलर्थः षष्ठीतत्पुरुषसमासः षष्ठीतत्पुरुषः कृत्या च सा च कलत्ता च तेषाम् इतरेतरद्वन्द्वः कृत्य कृत्त कलत्ताः इति तयोः सप्तम्यन्तम् एव अव्ययपदं कृत्य कलत्तार्थाः प्रथमान्तं द्विपदमिदं सूत्रं प्रत्ययः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं कलत्तार्थाः प्रत्ययः तयोः एव। अत्र तयोः एव कृत्य कलत्तार्थः एतत् कृदन्तमेव अत्र कृत्य कलत्त इति अत्र प्रत्ययः भावार्थे भवति कर्मार्थे अपि भवति। एतत् त्रयः प्रत्ययः कृत्य कलत्तः त्रयः प्रत्ययः कर्तरीकृत् इत्यनेन कर्तरि भवन्ति स्म तदा अनेन सूत्रेण उच्यते यत् कर्तृत्वे न अपि तु भावार्थे कर्मार्थे च कर्तृत्वे न तु अत्र भावार्थे कर्मार्थे भवति इति। एतत्तु तयोः इत्यनेन पूर्वतनसूत्रं लघकर्मणि च भावे च कर्मकेभ्यः इति सूत्रम् अस्ति। अत्र कर्मणि भावे इत्यनयोः अर्थः आयाति। तावदेव महोदय। इदानीम् अनुवृत्तिसहितसूत्रं कृत्य कलत्तार्थः प्रत्ययः तयोः एव। अत्र एतत् त्रयः प्रत्ययाः भावार्थे च कर्मार्थे च भवन्ति इति तत्र दत्तं महोदय। एतत् अत्र सम्बन्धः अपि अस्ति अग्रिमपरिचयः। एतदपि पठामि वा? आम्, एकनिमिषं। तत्र कर्तरीकृत् इति सामान्यसूत्रं कर्त्रार्थे एव भवति। कृत् प्रत्ययः कर्त्रार्थे इति औत्सर्गिकरूपेण वदति एव सामान्यसूत्रं। तस्य बाधकसूत्रमेव तयोरेव कृत्य इति एकः प्रत्ययः इक्तप्रत्ययः तु वयं जानीमः। कलर्थः इति अन्यप्रत्ययः प्रत्ययत्रयम् कस्मिन् अर्थे भवति इत्युक्ते भावार्थे कर्मार्थे। कथं वयं जानीमः? पूर्वतनसूत्रात् तयोः इति उक्तं। तयोः इत्युक्ते कर्मणि भावे इत्यस्मिन् अर्थे तत्र त्रयः प्रत्ययः विहिताः तृतीय इक्त कलर्थः इति प्रत्ययत्रयं वावार्थे कर्मण्यर्थे विहितः विहिताः. आं भगिनि इदानीं पठतु. स्पष्टमस्ति खलु? आं भगिनि अवगतम्. आं महोदय, स्पष्टमेव. धातुः सकर्मः चेत् तयोरेव कृत्य स कलर्थार्थाः इत्यनेन ये प्रत्ययाः उक्ताः ते कर्त्र कर्मार्थे भवन्ति. अस्माभिः अजाः ग्रामं नेतव्याः. कर्तृपदं तृतीया विभक्तौ, कर्मपदं च प्रथमा विभक्तौ. अत्र अजाः कर्मपदमस्ति, अतः प्रथम विभक्तौ भवति. तस्मिन् एव अर्थः अर्थे नेतव्यः इति पदमिति कृत्या नेतव्यः कर्मार्थे भवति. धातुः अकर्मकः चेत् एते कृत्याः भावार्थे भवन्ति. भावे इत्युक्ते क्रियायाः अर्थे. भावार्थे चेत् कृदन्तरूपं नित्यं नपुंसकलिङ्गमेव बालकेन अतीतम् इति अपि अस्ति. अत्र अतीतम् इति नपुंसकलिङ्गे एव भवति, एकवचने एव च. अस्माभिः उपवेष्टव्यम् उपयोगः विश् धातोः. अत्र अकर्मकः अस्ति चेत् अतः अत्र उपवेष्टव्यं भावार्थे भवति, नाम क्रियार्थे भवति. उपवेष्टव्यम् इति अत्र नपुंसकलिङ्गे भवति इति. यत्र अकर्मकः भवति चेत् अत्र नपुंसकलिङ्गे कृदन्तरूपेण नित्यम् अत्र नपुंसकलिङ्गे भवति, एकवचने भवति इति. तत्तु जानीमः एव खलु, परिचितविषयः एव खलु. अतः अस्माकं विवक्षा अत्र तु तव्यत् प्रत्ययविषये, तद् कथं कृत्य प्रत्ययः इति प्रायः अग्रे उच्यते. परन्तु अस्माकं तत्र कृत्य इक्त खलर्थ प्रत्ययेषु अस्माकं विषयः कृत्यप्रत्ययः तव्यत् प्रत्ययः. तदेव पठतु भगिनि. रूपव्युत्पत्तिरेवं भवति. का महोदय? महोदय आम् आम् रूपव्युत्पत्तिरेव. आम् अग्रे पठतु भगिनि. अहमेव वा? हा आं भवती पठतु, अनन्तरं प्रायः अरुणा भगिनी पठेत्. रूपव्युत्पत्तिः एव भवति एदा वृद्धौ इति अकर्मकधातुः वृद्ध्यर्थे, तस्मात् च तव्यत् प्रत्ययः योजनीयः. एदा तव्यत् तव्यानियर् अनियरः इत्यनेन धातोः तव्यत् प्रत्ययविधानम् एदा योग तव्यत् इत्संज्ञा लोपः तकारः इत्यस्मात् अनुबन्धलोपे एदा योग तव्य तव्यत् स्थित् भिन्नः. अतः अर्धधातुकं शेषः इत्यनेन अर्धधातुकसंज्ञकः. बलादिः न तु वशादिः, अतः तत्र आर्धधातुकस्येट् बलादेः नेट् वशीकृति इत्यस्मात् इट् अनुकूलः इदानुकूलः. एद् धातोः सेट् इत्यतः इट् आगमः विधीयते. इट् तित् भवति, अतः प्रत्ययस्य आदौ आयाति. एद योगः इतव्यः वर्णमेलनेन एदितव्यः इति भवति. कृदन्तरूपे इत्यतः कृत्तत्तिदसमासा च इत्यनेन प्रातिपदिकसंज्ञा भवति. अत्र सुबन्तप्रक्रियायां तु सुविधानं अकर्मकः धातुः इत्यर्थ इत्यतः नपुंसकलिङ्गे अतोम् इत्यनेन सुस्थाने अम् आदेशः भवति. अनन्तरम् अमीपूर्वः इत्यनेन अकवर्णात् अम् प्रत्ययः. अकारे परे पूर्वपरयोः एकः पूर्वरूपम् एकादेशः एवितव्यम् इति भवति. भावार्थे इति कारणतः नित्यम् एकवचने नपुंसकलिङ्गे च. इदानीमेव वयं दृष्टवन्तः अत्र तव्यत् अत्र यत्र नपुंसकलिङ्गं भवति तत्र एक नित्यम् अत्र नपुंसकलिङ्गे भवति. एतदपि भावार्थे भवति, प्रथम एकवचनमेव भवति इति. इदानीम् ए द वृद्धौ इति अकर्मकः धातुः अत्र अत्र एदि योगः तव्यत् इति प्रयोगं कुर्मः चेत् अत्र तकारः हलन्त्यम् इत्यनेन इत् भवति, एद तव्य इति भवति. इदानीं तव्य तकारः अस्ति, बलादिः अस्ति, अतः तत्र आर्धधातुकस्य बलादेः इत्यनेन एडागमः चिन्तनं भवति. अतः तत्र वर्णमेलनेन एदि तव्यम् इति भवति. अत्र नेड् वशीकृति इति अत्र इदानुकूलः नास्ति एव, एतत्तु बलादि अस्ति, वशादि नास्ति. अनन्तरम् अत्र कृदन्तरूपम् अस्ति, अतः तत्र कृत् तट्टितसमासः च इत्यनेनैव अत्र प्रातिपदिकसंज्ञा भवति. अनन्तरम् अत्र सुबन्तप्रक्रियां सु इति विधानं भवति. अकर्मकः धातुः इत्येतः नपुंसकलिङ्गे अतो अम् इति भवति. इत्यनेन सुस्थाने सु औजसमोटुषस्ताभ्यां व्यस् इति अस्ति. अत्र सु इति प्रथमविभक्तौ विवक्षा अस्ति, तत्र स्थाने अम् आदेशः भवति. इदानीम् अमीपूर्वः अपि अक् वर्णः अस्ति, अतः तत्र अक् प्रत्ययस्य स्थाने अमादेशः भवति. अतः अत्र एदि योगः तव्यत् एदि तव्य अम् अमीपूर्वः इत्यनेन अम् आदेशः भवति, एदितव्यम् इति भवति. एतत्तु भावार्थे भवति. अनन्तरम् अत्र नित्यं नपुंसकलिङ्गे भवति, एतदपि एकवचने एव भवति इति तत्र दत्तं महोदय. तदेव अस्ति. अक्वर्णात् अं प्रत्ययस्य अकारे परे पूर्वपरयोः पूर्वरूप एकादेशः समीपूर्वः एदितव्यम् इति रूपं भवति. सत्यं, धन्यवादः भगिनि. अरुणा भगिनी तयोरेव. धन्यवादः आं भगिनि. तयोरेव कृत्यक्ता स्कलार्थाः इति सूत्रेण उक्तं यत् कृत्यक्ता कलार्था च प्रत्ययाः भावार्थे कर्मार्थे च भवन्ति. तर्हि ज्ञातव्यं यत् कृत्य इत्यनेन के के प्रत्ययाः सूचिताः. सूत्रं वदति तयोरेव कृत्यक्ता कलार्थाः. अत्र प्रत्ययत्रयः अस्ति, कृत्य क्ता कलार्थ. ते प्रत्ययाः सद्भावार्थे कर्मार्थे भवति. परन्तु पूर्वं वै पठितवन्तः तुम्मुन् क्षम्यता. तर्हि ज्ञातव्यं कृत्य इत्यनेन के के प्रत्ययाः सूचिताः. कृत्याः नूल्तृचौ इत्यस्मात् पूर्वं यावन्तः प्रत्ययाः उक्ताः ते सर्वे कृत्यसंज्ञकाः. नूल्तृचौ इत्यतः प्राक् कृत्संज्ञकाः स्युः इति लघुसिद्धान्तकौमुदी. इदं सूत्रम् अधिकारसूत्रमपि संज्ञासूत्रमपि. अन्तर्गताः प्रत्ययाः सर्वे कृत्संज्ञकाः अपि कृत्यसंज्ञकाः अपि. कृत्याः प्रथमान्तम् एकपदमिदं सूत्रं. प्रत्ययः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं कृत्याः प्रत्ययाः. ओके, कृत्याः नूल्तृचौ अत्र या प्रत्ययाः कृत्याः लोल्तृचौ अपि कृत्संज्ञक प्रत्ययाः न तद् तत्पर्यन्तं लोल्तृचौ इति 31133 कृत्याः इति 3195 3195 आरभ्य नूल् तृचौ पर्यन्तम् इत्युक्ते अप् टु नूल् तृचौ 3133 सर्वे कृत्य इति प्रत्ययः इत्युक्ते नूल् तृचौ इति कृत् प्रत्यय एव कृत् प्रत्ययः न तु कृत्य सत्यं 3195 आरभ्य 31133 पर्यन्तम् पूर्वं यावन्तः प्रत्ययाः सो 132 कृत्य प्रत्ययः नूल् तृचौ इत्यतः प्राकृत्यसंज्ञाः स्युः इति लघुसिद्धान्तकौमुद्यां वदति. ओके, बिफोर् नूल् तृचौ प्रत्ययाः कृत्याः इति लघुसिद्धान्तकौमुद्यां उक्तम्. इदं सूत्रम् अधिकारसूत्रं संज्ञासूत्रमपि. कृत्याः अन्तर्गताः प्रत्ययाः सर्वे कृत्संज्ञकाः अपि कृत्यसंज्ञकाः अपि भवितुमर्हति. सर्वे कृत्संज्ञकाः अपि कृत्यसंज्ञकाः अपि नूल् तृचौ इति प्रायः केवलं कृत्संज्ञकः. अनेन सूत्रेण एते प्रत्ययः उक्ताः तव्यं च तव्यत् तव्यदञ्चौ तव्यदञ्चैवानीयर्केलकेरिमरौ तथा यत्तं ञत्यं क्यप्यं क्यपं चापि कृत्यान् सप्त प्रचक्षते. ओके, अत्र कृत्याः इति अन्य प्रत्ययः अपि अस्ति. तत्र विवरणं उक्तं तव्यं विजानीमः, तव्यत् अपि विजानीमः, अनियर् अपि केलिमर् प्रत्ययाः अपि कृत्यप्रत्ययः. तत् तावत् यतं ञत्यं शपम् अपि कृत्प्रत्ययाः सप्तप्रत्ययः कृत्यः. नाम तव्यत् तव्य अनेयर् केलिमर् यत् ञत् क्यप् इति सप्तप्रत्ययाः कृत्प्रत्ययाः. इतोपि द्वाभ्यां विधिसूत्रं विधीयन्ते अर्थविशेषे. कृत्प्रत्ययाः इतोपि द्वाभ्यां किं भगिनि द्वाभ्यां अग्रे आगच्छति. प्रत्ययाः इतोपि अस्ति खलु, अतः कृत्यः इति प्रथमसूत्रम् अस्मिन् कृत्यसंज्ञकः विषये प्रथमसूत्रमस्ति कृत्याः इति 3195. अनेन सप्तप्रत्ययाः उक्ताः, तव्यत् तव्य अनियर् केलिमर् यत् ण्यत् क्यप् इति सप्तप्रत्ययाः उक्ताः. इतोपि तत्र सूत्रद्वयमस्ति विधिसूत्रं, यनेन अनेन कृत्यप्रत्ययः कृत्यप्रत्ययस्य अर्थविषये अर्थः कः इति उक्तम्. अग्रिमसूत्रं पठति वा? अर्हे कृत्यतृच्छश्च. अर्हे कृत्यतृच्छश्च अर्हे कृत्यतृच्छश्च अर्ह नाम योग्यकर्तृवाचकार्थे कृत्यप्रत्ययः च तृच् प्रत्ययः च विधिलिङ् लकारः विधीयते. चकारात् लिङ् लकारस्य सङ्गकेन कृत्याश्च तृच्यात् तेषाम् इतरेतयोगद्वन्द्व त्यपृच्छः. अर्ष्ये सप्तम्यन्तं कृत्यतृच्छः पदमान्तम् च अव्ययं त्रिपदविधं सूक्तं. प्रत्ययः परश्च धातोः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः कृत्यतृच्छ तृच्छश्च प्रत्ययाः परश्च अर्हे. ओके, सूत्रे अर्हे इति पदम् अर्हे कृत्यतृच्छश्च इति अर्हे अर्थं किम् इति चेत् योगकर्तृवाचकार्थ कृत्यप्रत्ययः. च कृत्प्रत्ययः च तृच्प्रत्ययः च विधिलिङ्गकारे विधीयते. विधिलिङ्गकारे विधिलिङ्गकारः विधीयते च अर्थत्रयं कृत्यर्प्रत्ययः तृच्प्रत्ययः अपि च विधिलिङ्गकारः. ओ ओ त्री आफ् दम् अर्ह नाम योगार्थक तृच् वाचकर्थ कृत्प्रत्ययः तृच्प्रत्ययः विधिलिङ्ग् लकारः विधीयते. ओके वाक्यपदां निदर्शने भवता खलु कन्या ओढव्या वाह्या वहनीया कृत्यप्रत्ययः. भवान् खलु कन्यायाः ओढा तृच् प्रत्ययः. भवान् खलु कन्यां वहेत् लिङ्गकारः. भवान् तया सह विवाहं कर्तु योग्य इत्यर्थः. अत्र वः प्रापणे इति धातुः योगार्थे अस्ति. अधुना उदाहरणं दत्तम् वह् प्रापणे इति धातुः स्वीकृत्य वाक्यान् दत्तं. भवता खलु कन्या वोढव्य वाह्य वहनीय कृत्प्रत्ययः. अत्र वह् धातुतः योजनमस्ति. अन्य उदाहरणमस्ति भवान् खलु कन्याः वोढाः तृच् प्रत्यय योजनेन वह् प्लस् तृच् प्रत्यय ओढा इति भवति. भवान् खलु कन्यां वहेत् इति लिङ्ग्लकाररूपं वह् धातुतः लिङ्ग्लकाररूपमस्ति वहेत् अर्थमस्ति भवान् तया सह विवाहं कर्तुं योग्यः इत्यर्थः. सो अत्र वः प्रापणे वः प्रापणे दातुतः योगार्थे उक्तं फिट् टु मेरी इति अर्थः भवति. फिट् टु मेरी द गर्ल् इति अर्थः. वोढव्या वाह्या वहनीया तत्र कृत्य इति प्रत्ययः वयं दृष्टवन्तः खलु. तव्यत् यत् अनियर् वोढव्या वाह्या वाह्या प्रायः यत् प्रत्ययः इति चिन्तयामि. वाह्य वाह्या अनन्तरं वहनीया इति अनियर् अनियर् प्रत्ययः. तत्तु कृत्यप्रत्ययस्य भवान् खलु कन्यया ओढा तृच् तत्र सामान्यकर्तृ कर्तरिप्रयोगः एव. ओडा इति तृच् अनन्तरं भवान् खलु कन्यां वहेत् इति अपि कर्तरिप्रयोगः. प्रथममेव तत्र कर्मणि प्रयोगः दृश्यते. भवता खलु कन्या ओढव्या वाह्या वहनीया इति विवाहं कर्तुं योग्यः. तदेव फिट् टु मेरि प्रापणे इति धातुः. अर्हे कृत्य तृच्छश्च इति सूत्रेण योग्य कर्तृवाचकार्थे कृत्य प्रत्ययः तृच् प्रत्ययः विधिलिङ्गकारः त्रयमपि विधीयते. समीचीनम् अवगतं खलु? अवगतं. कृत्याः इत्यत्र आगतम् एतत् प्रथमं तत्र किं तव्यतनीयर् तव्यतनीय तव्यतव्यनीयरः इति सूत्रेण तव्यत् तव्य अनियर् इति प्रत्ययत्रयं विहितं. तत्र कर्तरीकृत् इत्यनेन कर्त्रार्थे भवति कृत् प्रत्ययः इति उक्तम्. अनन्तरं तस्य बाधकसूत्रं कर्त्रार्थे एव औत्सर्गिकरूपेण भवति कृत् प्रत्ययः. परन्तु तयोरेव कृत्य इक्तकलार्थाः इति बाधकसूत्रेण भावार्थे कर्मार्थे अपि कृत्य इक्तकलर्थप्रत्ययः भावार्थे कर्मार्थे एव भवति अपि न भावार्थे कर्मार्थे च भवन्ति प्रत्ययाः इति उक्तं, तत्र च न तु एव च भवति कृत्ययुक्तकलार्थप्रत्ययाः. तत्र एव वयं कृत्याः इति सूत्रं दृष्टवन्तः, तयोरेव कृत्ययुक्तकलार्थः इत्यत्र कृत्य इति प्रत्ययः उक्तः खलु, कृत्य इति पदेन किं सूचितम् इति प्रश्नः, अतः कृत्याः इति सूत्रमागतं. तत्र 3195 आरभ्य 31132 नूल्तृचौ पर्यन्तं यावन्तः प्रत्ययाः उक्ताः ते सर्वे कृत्यसंज्ञकाः. तद् सप्तविधाः इति उक्तं, तव्य, अनियर्, केलिमर्, यत्, न्यत्, त्यप् इति. तत्र द्वाभ्याम् अर्थेषु द्वाभ्यां विधिसूत्राभ्याम् अर्थविशेषे विधीयन्ते कृत्यप्रत्ययः. प्रथममस्ति अर्हकृत्य त्रिचश्च इति, नूतनसूत्राणि अतः एव पुनः उक्तवती. अतः वयं किञ्चित् वारं वारं पुनः पुनः द्रष्टव्यम्. अर्थः अपि भिन्नार्थेषु अस्ति, सूत्राणि अपि नूतनानि. अर्हे कृत्य त्रिचश्च इति सूत्रेण योग्यकर्तृवाचकार्थे कृत्यप्रत्ययः, त्रिचुप्रत्ययः, अनन्तरं विधिलिङ्लकारः विधीयते अर्हार्थे इति. एतावता स्पष्टं वा? आं भगिनि, धन्यवादः भगिनि. विजया भगिनि कृत्याश्च इति पठतु. कृत्याश्च आवश्यकः च आदमर्ण्यः, आदमर्ण्यः ऋणविशिष्टः अस्तु इति एतादृशे वाच्यार्थे धातुमात्रात् कृत्यसंज्ञकः प्रत्ययः अपि भवति. अस्मात् पूर्वं यत् सूत्रम् आवश्यक आधर्म्ययोर्निनिः इति, निनिः इति प्रत्ययमस्ति अत्र, अनेन तस्मिन् अर्थे निनिप्रत्ययः विधीयते. किन्तु कर्तृर्थे आवश्यक अवश्यङ्कारी नाम यथा अवश्यं करोति शतन्दारी नाम शतं रूप्यकाणि दातव्यानि येन ऋणेन सह. प्रकृतसूत्रे च इत्युक्तं यतोहि कृत्यसंज्ञकप्रत्ययाः अपि भवन्ति अस्मिन् प्रसङ्गे, किन्तु कर्मार्थे भावार्थे च अवश्यक आधर्मयोः इति वर्तते इति काशिका. कृत्याः प्रथमान्तं च अव्ययं द्विपदमिदं सूत्रम् आवश्यक आवश्यक आर्ध मर्ण्ययोः निनिः इत्यस्मात् आवश्यक आधर्मण्ययोः इत्यस्य अनुवृत्तिः प्रत्ययः परख परश्च धातुः इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं धातोः कृत्याश्च प्रत्ययाः परश्च आवश्यकार्ध मर्ण्ययोः इति अस्ति. कृत्याः इति अस्ति अत्र कृतविषये एव. एतत् आदमर्ण्यः इति ऋणविशिष्टः आधमर्ण्ययोः इति अस्ति. ऋणविशिष्टः भवति ऋणविशेषे अत्र डेट् इति इत्येतादृशे वाच्यार्थे धातुमात्रात् कृत्यसंज्ञकः प्रत्ययः अपि भवति. धातुमात्रात् धातुः यत्र भवति तत्र कृतसंज्ञकः प्रत्ययः भवति इति. अस्मात् यत् सूत्रम् मम कृते ज्वरः ओ भवत्याः काफ् अपि अस्ति महोदय रघुपतिमहोदयः अपि अस्वस्थः अस्ति, तस्याः अपि ज्वरः अस्ति. ज्वरः अस्ति महोदय अत्र किमहम् इति अत्र उपवेष्टुम् अनन्तरम् अत्र किमस्ति सायङ्काले सर्वदा अत्र क्लेशः भवति एव. अस्तु महोदय, इदानीम् अत्र अस्मात् पूर्वं यत् सूत्रम् आवश्यकात् आवश्यक अधर्मन् अधर्मन्ययोः निनिः अनेन तस्मिन् एव अर्थे निनि प्रत्ययः विधीयते, किन्तु कसरते एव भवति इति. अत्र अवश्यङ्कारी इत्युक्ते किम्? अवश्यं करोति इति अर्थे आगच्छति. शतन्दारि नाम शतं रूप्यकाणि दातव्यानि येन ऋणिना सह शतं रूप्यकाणि प्राप्तवान्, अतः सः ऋणिनः भवति इति. अत्र शतरूप्यकाणि दातव्यमेव. प्रकृतसूत्रे च इत्युक्तं यतोहि कृत्संज्ञकः प्रत्ययः अपि भवन्ति अस्मिन् प्रसङ्गे, किन्तु कर्मार्थे भावार्थे च अत्र कर्मार्थे च भवति भावार्थे अपि च भवति. आवश्यकम् अधर्म अधर्मन्ययोः इति वर्तते इति काशिका अत्र दत्तम्. इदानीम् अत्र अनुवृत्तिसहितसूत्रं धातोः कृत्या च प्रत्ययः परश्च आवश्यक अधर्मन्ययोः इति भवति. एतत् रूप्यकाणि ऋणविषये एव अत्र अधर्मन्ययोः इति दत्तम्. अत्र निदर्शने आवश्यकार्थे भवतः खलु अवश्यं कटः कर्तव्यः करणीयः कार्यः इति भवति. अत्र तव्यत् अस्ति, अनियर् अस्ति, न्यत् अस्ति कार्यः इति. अवश्यं हारिः सेव्यः, अत्र पेरु सेव् अस्ति, अत्र शेवरु इति अस्ति. दात्वादेहे शः सः इत्यनेन मूर्धने शकारस्य स्थाने दन्त्यसकारः भूत्वा सेवरु इति भवति. सेवने इत्यस्मात् कृत्संज्ञकः न्यत् भवति, न्यत् प्रत्ययः सेव्यः इति रूपम्. अधर्मन्ययार्थे ऋणविचित्तार्थे भवता शतं दातव्यं देयम् इति भवति. रूप्यकाणि अत्र ऋणविषये अत्र दातव्यम् इति नाम शतस्य रूप्यकाणां दानयोग्यं ऋणम्. अत्र दादातोः कृत्संज्ञकः यत् प्रत्ययः भवति, अतः देयम् इति भवति. महोदय अग्रे पठामि वा? आम्, तावदेव अस्ति खलु, तत्र तावदेव. तद् केवलं तत्र यु भवता खलु अवश्यं कटः कर्तव्यः करणीयः कार्यः आर् कृत्यः. यु आट् टु मेक् द मेट्, भवतां शतं दातव्यं देयम्. यु आट् टु पे 100 इति आब्लिगेशन् नेसेसिटि इत्यस्मिन् अर्थे तत्र कृत्याश्च इति सूत्रेण कृत्यसंज्ञक प्रत्ययः. अतः अर्थद्वयं दृष्टम् अस्माभिः अद्य तत्र ऋण आवश्यकः अर्थः आधर्मण्यः ऋणः तत् द्रष्टव्यं कः कथम् आगतम् इति व्युत्पत्तिः आधमर्ण्यः इति तद् अस्तु. अनेन कृत्यसंज्ञकः अनन्तरं योग्यकर्तृवाचकार्थे कृत्यप्रत्ययः इति तत्र सूत्रद्वयं. तत्र एतावदेव तत्र विधायकसूत्रम् अनन्तरम् इत्युक्ते नुमु तुमुन् तव्यत् तुमुन् तृच् इत्येव पाठः खलु. नुवुल् तृचौ इति सूत्रं दृष्टवन्तः, तुमुन् दृष्टवन्तः, तव्यत् इदानीं दृष्टवन्तः खलु. विधानसूत्राणि तावदेव. अग्रे किम् अस्ति इत्युक्ते यदा वयं पूर्वस्मिन् पाठे सर्वं दृष्टवन्तः, प्रत्ययादेशः, धात्वादेशः, इडागमः, अतिदेशः, द्वित्वाभ्यासकार्यं तु अस्मिन् पाठे नास्ति, एतादृशक्रमः एव यथा पूर्वस्मिन् पाठे आसीत् तादृशमेव अस्ति अत्र. अतः बहूनि नूतनसूत्राणि इतः अग्रे अधिकं न आगच्छति, परन्तु एतावता यद्वयं पठितं प्रायः नूतनानि एव. अतः दिस् तद् धात्वादेशः सर्वं वयं प्रायः अग्रिमसप्ताहात् कुर्मः. तत्र उषा भगिनी अपि आगच्छति. एतत् सर्वं यत् वयं गतपाठे दृष्टवन्तः तदेव क्रमः अपि समानमेव अस्ति, सूत्राणि अपि समानानि एव सन्ति. प्रायः अग्रे प्रक्रिया किञ्चित् भिन्ना भवेत् इति चिन्तयामि. अस्तु वा, प्रायः अग्रिमसप्ताहे अनुवर्तयिष्यामः. धन्यवादः महोदय, शुभरात्रिः. धन्यवादः, शुभरात्रिः, नमस्कारः.